सम्भाषणसंस्कृतवर्गं प्रति सर्वेषां स्वागतम्। सम्प्रति एकम् उत्तमं गीतं श्रूयतां, भगिनी श्रावयतु। सरलभाषा संस्कृतं, सरसभाषा संस्कृतं, सरससरलमनोव्यमङ्गल देवभाषा संस्कृतं, मधुरभाषा संस्कृतं, मृदुलभाषा संस्कृतं, मृदुलमधुरमनोहरामृत तुल्यभाषा संस्कृतं, देवभाषा संस्कृतं, वेदभाषा संस्कृतं, भेदभावविनाशकं खलु दिव्यभाषा संस्कृतं, अमृतभाषा संस्कृतं, अतुलभाषा संस्कृतं, सुकृतिजनकृति परिलसितशुभ वरदभाषा संस्कृतं, भुवनभाषा संस्कृतं, भवनभाषा संस्कृतं, भरतभुवि परिलसितकाव्य मनोज्ञभाषा संस्कृतं, शस्त्रभाषा संस्कृतं, शास्त्रभाषा संस्कृतं, शस्त्रशास्त्रबृहदर्षभारत राष्ट्रभाषा संस्कृतं, धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतं, धर्मकर्म त्रयोदकं खलु विश्वभाषा संस्कृतम्। धन्यवादः भगिनी, उत्तमं, धन्यवादः। सम्यक्, वेरी नैस् भगिनी। धन्यवादः भगिनी। I couldn't follow the original because it's very high pitched, so I couldn't take some of those notes. Very nice, Bhagini, very nice. Sujata asmi. Samyak Bhagini. Adhuna adya asmakam karyam kim iti ekavaram chintayamaha. Gate saptahe vayam keshanchana visishta kriya padanam रूपाणि ज्ञातवन्तः। प्रथमपुरुष रूपाणि, मध्यमपुरुषरूपाणि, उत्तमपुरुषरूपाणि अपि वयं ज्ञातवन्तः। तत्र कर्तृपदानि, विभिन्नानि कर्तृपदानि संयुज्य भिन्नवाक्यानि वयं दृष्टवन्तः। अपि च तत्र अस्मत्शब्दस्य रूपाणि, युष्मत्शब्दस्य रूपाणि, भवत्शब्दस्य रूपाणि, भवतीशब्दस्य रूपाणि, प्रथमाविभक्त्यन्तरूपाणि एव वयं दृष्टवन्तः पुस्तकात्। किन्तु तत्र एकविंशतिरूपाणि अस्माभिः ज्ञातव्यानि। इत्युक्ते भिन्नपुरुषेषु भिन्नवचनेषु क्रियापदानां परिवर्तनं कृत्वा वयं वाक्यानि लिखितवन्तः। अपि च भगवद्गीतातः चतुर्थाध्यायात् केषाञ्चन श्लोकानां परिशीलनं कृत्वा श्लोकेषु दत्तानां क्रियापदानाम् अन्वेषणं कृतवन्तः। इत्युक्ते आहत्य एकचत्वारिंशत्तमपुटपर्यन्तं वयं समापितवन्तः। इत्युक्ते विषयः तु लट्लकाररूपाणि। अधुना वयं केवलं लट्लकाररूपाणि जानीमः। अग्रे गत्वा व्याकरणकक्षां गन्तुम् इच्छामश्चेत् तत्र धातुतः एतानि रूपाणि कथं निर्मितानि, केषां सूत्राणाम् आधारेण एतानि रूपाणि सिद्धानि भवन्ति, एतत् सर्वं वयम् अग्रे अवगन्तुं शक्नुमः। अपि च तत्र एकः मुख्यविषयः तु क्रियापदं पुरुषम् अनुसृत्य, वचनम् अनुसृत्य भिद्यते, न तु लिङ्गम् अनुसृत्य। इत्युक्ते लिङ्गम् अनुसृत्य क्रियापदस्य परिवर्तनं न भवति इति विषयः। अधुना अद्य वयं द्विचत्वारिंशत्तमे पुटे कानिचन वाक्यानि सन्ति, तेषां परिशीलनं कुर्मः. तदर्थं सर्वे गीतासोपानं पुस्तकम् उद्घाट्य तत्र अष्टमाभ्यासात् आरभ्य पठेम. अतः द्विचत्वारिंशत्तमं पुटं पश्यन्तु. अहमपि तत्र कति पुष्टे भगिनि द्विचत्वारिंशत्तमं पुटं 42 विलम्बेन चिन्ता मास्तु भगिनि. नमस्ते. नमस्ते. नमस्ते. द्विचत्वारिंशत्तमं पुटात् आरभ्य अद्य पठेम. तस्मात् पूर्वम् अहम् एकं वक्तुम् इच्छामि. अत्र वयं साधारणतया भाषायाः माध्यमेन लोके व्यवहारं कुर्मः. इत्युक्ते भाषया लोके व्यवहारं कुर्मः. भाषा नास्ति चेत् अस्माकं भावान् कथं प्रकटयामः, कथं व्यक्तीकर्तुं शक्नुमः इत्युक्ते, अत्र तदर्थमेव भावान् प्रकटयितुं, भावान् व्यक्तीकर्तुम् अथवा भावान् अभिव्यञ्जयितुं प्रकटयितुं व्यक्तीकर्तुम् अथवा अभिव्यञ्जयितुम् एकम् उत्तमं साधनम् एव भाषा. तदर्थमेव साधारणतया किं वक्तव्यम्, अहं संस्कृतेन वदामि इति वाक्यं साधु. तत्र तृतीयाविभक्तेः आवश्यकता का इति परिशीलयामश्चेत्, संस्कृतेन इति पदं तृतीयाविभक्त्यन्तं पदं. यथा वयम् अहं लेखन्या लिखामि, तथा एव अत्र संस्कृतेन वदामि इति वक्तव्यं. तृतीयाविभक्तेः उपयोगः कः इति पश्यामश्चेत्, तत्र करणकारकं तृतीया इति वयं जानीमः. इत्युक्ते यथा वयं द्विचक्रिकया गच्छामि, लेखन्या लिखामि इत्युक्ते तत्र उपकरणम्, उपकरणमेव अथवा साधनं, तत्र द्विचक्रिका वा अथवा लेखनी वा साधनमस्ति. अत्रापि तथा एव अस्माकं भावानां व्यक्तीकरणार्थम् एकं साधनम् आवश्यकम् अथवा उपकरणम् अपेक्षितम्. भाषा एव उपकरणम् अथवा साधनं. तदर्थमेव सर्वदा अहं संस्कृतेन वदामि इति वक्तव्यम्. अद्य वयम् इतोपि संस्कृतभाषायाः औन्नत्यम् अपि च माधुर्यम् अवगन्तुं किञ्चित् प्रयत्नं कुर्मः. अतः द्विचत्वारिंशत्तमं पुटं पश्यन्तु. अष्टमाभ्यासात् आरभ्य वयं वाक्यानि परिशीलयामः. अत्र आरम्भे अरविन्द महोदय, भवान् पठतु अत्र अष्टमाभ्यासात् आरभ्य. यदोदाहरणं वचनं परिवर्त्य रिक्तस्थानानि पूरयत. उदाहरणं वडु शास्त्रं शृणोति. वडवः शास्त्रं शृण्वन्ति. त्रिषु वचनेषु परिवर्त्य वदतु पुनः. वडु शास्त्रं शृणोति. वडु शास्त्रं शृणोतः. वडवः शास्त्रं शृण्वन्ति. उत्तमम्. उत्तमं महोदय. अत्र सूचनां परिशील्य किञ्चित् वदतु. सूचनायाः विषये अत्र कानिचन पदानि सन्ति अन्येषां कृते. सूचना उपरि रक्तवर्णैः लिखितम् एकं वाक्यमस्ति, तद्वाक्यं परिशील्य. यदा उदाहरणं यदोदाहरणं सन्धि भवति. यदा उदाहरणम् इति द्वे पदस्य सन्धि कृत्वा यतो उदाहरणं पदं निष्पन्नं भवति. वचनं परिवर्त्य, वचनम् इति कर्मपदं परिवर्त्य कृदन्तपदम् वर्त्य परि उपसर्गपूर्वकम् रिक्तस्थानानि इति बहुवचनशब्दं ब्लाङ्क्स् पूरयत इस् विधिलिङ्ग् अत्र लोट्लकार मध्यमपुरुष बहुवचनं अत्र यथा भवत्या उक्तं भवता उक्तं क्षम्यतां भवता उक्तम् अत्र लोट्लकारः मध्यमपुरुषः बहुवचनरूपम् अस्ति. अत्र वच् धातोः रूपमेव वचनम्. अत्र वच् परिभाषणे इत्यस्मिन् अर्थे वच् धातुः अस्ति, तस्य ल्युडन्तरूपमेव वचनं. तत्र वच् धातोः लट्लकाररूपं कोऽपि वदति वा? वच् धातोः लट्लकाररूपं वदति वद् धातोः रूपं, किन्तु वच् धातोः रूपं ऊचति वक्ति. लट्लकार प्रथमपुरुषे एकवचनरूपं वक्ति इति भवति. तत्र परिवर्त्य इति पदमस्ति. तत्र वृत् धातुः आत्मनेपदी धातुः अस्ति. वर्तते इति तत्र लट्लकाररूपम् आत्मनेपदीरूपम् अस्ति. अपि च अत्र ल्यप् ल्यप् इति प्रत्ययः अस्ति इति कृत्वा परिवर्त्य इति ल्यबन्तरूपम् अस्ति. अत्र तावदेव. अत्र वटुः शास्त्रं शृणोति इति रूपम् अस्ति. वटुः इत्युक्ते कः? कोऽपि वदतु. ब्रह्मचारी वटुः इत्युक्ते तत्र माणवकः. उत्तमं महोदय. माणवकः इत्युक्ते स्टूडेण्ट्, बालकः. माणवकः इत्युक्ते छात्रः अथवा स्टूडेण्ट् इति वक्तव्यं. किन्तु ब्रह्मचारी भिन्नः. यस्य मनः ब्रह्मणि चरति सः ब्रह्मचारी स एव. अपि च अत्र शास्त्रम् इति पदमस्ति. तत्र शास् धातुतः शास्त्रम् इति रूपं साधितं. तत्र शास्ति इति लट्लकाररूपम् एकवचनरूपं. शास्ति शास् धातोः रूपम् अस्ति तत्र. माणवकः अस्माकं कृते एकं नूतनं पदं. माणवकः इत्युक्ते छात्रः. अत्र तु वटुः इत्युक्ते अत्र ब्रह्मचारी इति वक्तुं शक्यते. उत्तमं. प्रथमं वाक्यं वदतु महोदय. सारथिः अश्वान् बध्नाति. सारथी अश्वान् बध्नातः. सारथयः अश्वान् बध्नन्ति. द्विवचनरूपम् इतोपि. बध्नीतः. उत्तमं. बध्नीतः. सारथी अश्वान् बध्नीतः. तत्र बहुवचनरूपं सम्यक् एव. बध्नन्ति. सारथिः इति एकं पदमस्ति. कोऽपि दृष्टवान् अथवा दृष्टवती वा सारथिः इत्युक्ते कः? रथचालकः. रथचालकः. उत्तमं वाक्यम्. अत्र अहं शब्दकोशं दृष्टवती अतः वक्तुमिच्छामि. रथेन सह वर्तते यः सः सारथिः. अन्यत् रूपेण वक्तुमिच्छामश्चेत् तत्र सरति अश्वान् इति सारथिः. रथेन सह वर्तते सः सारथिः अथवा सरति अश्वान् इति सारथिः. अत्र सारथिः इति पदं तद्धितान्तपदम् इति भाति. सरथस्य अण्प्रत्ययान्तरूपम् अस्ति इति भाति. सारथिः इति पदमस्ति. बध्नाति. अस्मिन् विषये शोभा भगिनी वयं पूर्वं चर्चितवन्तः अत्र किं भवति बध्नाति इत्यस्मिन् धातोः विषये वदतु. बध्नाति बन्धधातुतः प्रारम्भः भवति. तत्र प्रत्ययम् अधुना अहं न स्मरामि भगिनि. प्रत्ययेन नकारस्य लोपः भवति, ततः बध्नाति बध्यते इति रूपाणि आगच्छन्ति विविधप्रत्ययेन. क्षम्यतां भगिनी, प्रत्ययः न स्मरामि. चिन्ता मास्तु, अत्र चिन्ता मास्तु. अत्र किं भवति, यथा भवत्या उक्तं, बन्धधातुतः बध्नाति इति रूपम् आगतं, किन्तु तत्र किमर्थं नकारस्य लोपः भवति इति गते तत्र पूर्वस्यां कक्षायां वयं चर्चितवन्तः. तत्र एकं सूत्रं वयं दृष्टवन्तः, अनिदितां हल उपधायाक्निति इति सूत्रेण तत्र नकारस्य लोपः भवति इति कृत्वा तत्र बध्नाति इति रूपम् आयाति. उत्तमं, धन्यवादः महोदय. अनन्तरं रमाभाई भगिनी, भवती पठतु अग्रिमं वाक्यं. भगिनी, एकः प्रश्नः, माणवकः इत्यस्य स्त्रीलिङ्गं माणविका अस्ति वा? द्रष्टव्यं भगिनि, अहं माणवकः इत्युक्ते छात्रः इति जानामि. इत्युक्ते तत्र रूपं नुवल् प्रत्ययान्तरूपं वा इति द्रष्टव्यम्. णुवल् अस्ति चेत् माणविका इति भवति. अत्र अग्रिमं वाक्यं भगिनि. अहं वदामि, रामाबाय् वदतु. कातरः योद्धुं न शक्नोति. कातरौ योद्धुं न शक्नुतः. कातरः योद्धुं न शक्नुवन्ति. कातरः कातरः बहुवचनरूपं किं भवति वदतु. कातराः कातराः इति भवति. इत्युक्ते अत्र रूपं तु अकारान्तपदमस्ति इति मम चिन्तनं. कातराः यथा रामशब्दवत्. अत्र कातरः इत्युक्ते कः? उत्तमम्. तत्र कातरः इति पदं किञ्चित् ध्वनिः अस्ति. कातरः इति पदं कथमागतम् इति परिशीलयामश्चेत् अत्र कष्टेन तरति इति कातरः. कष्टेन तरति इत्युक्ते तत्र टिमिड् इति वक्तुं शक्नुमः. तत्र साधारणतया संस्कृतभाषायां कु यत्र कुत्रापि पदात् पूर्वं कु अस्ति चेत् तत्र कष्टम् अथवा दुष्टम् इत्यादीनि अर्थानि सम्भवन्ति, इत्यादयः अर्थाः सम्भवन्ति तत्र. तत्र कुयोगः वयं जानीमः एव, तृधातुः दीर्घरूकारान्तधातुः. तत्र तरति तृधातुतः तरति इति रूपम् आयाति. तृधातुतः किमपि तत्र कोऽपि प्रत्ययः अस्ति, प्रत्ययस्य योजनेन कातरः इति रूपम् आयाति. कातरः इत्युक्ते भीरुः अथवा भगिन्या उक्तं टिमिड् अथवा कवर्ड् इति वक्तुं शक्यते. तत्र योद्धुं न शक्नोति. योद्धुं युद्धधातोः रूपं, तुमन्नन्तं रूपं. कातरः इति एकं भगिनि उत्तमं, तुमुन्नन्तरूपम्. अत्र शक् धातुः अकर्मकधातुः अस्ति इति कृत्वा तत्र योद्धुं न शक्नोति. तत्र यत्र कुत्रापि शक्नोति अथवा अर्हति इत्यादीनि पदानि सम्भवन्ति चेत् तत्र साधारणतया तस्मात् पूर्वं तुमुन्नन्तरूपं द्रष्टुं शक्नुमः. योद्धुं न शक्नोति, योद्धुं न अर्हति, एतादृशानि वाक्यानि साधारणानि. अपि च अत्र कातरः इति इदं पदं, किन्तु कतरः इति एकं पदमस्ति. कतरः, कतमः इत्यादीनि पदानि सन्ति. कतरः इत्युक्ते तत्र तत् पदं भिन्नं पदं. तत्र डतरच् इति एकः प्रत्ययः अस्ति. कम्पेर् इत्युक्ते तुलनार्थे कतरः कतमः इत्यादीनि प्रश्नवाचकपदानि भाषायां सन्ति. अपि च अग्रिमं वाक्यं वदतु भगिनि. मुनिः मनः निगृह्णाति. मुनिः मनः निगृह्णतः मुनयः मनः निगृह्णन्ति निगृह्णन्ति. अत्र द्विवचनरूपं पुनः वदतु. द्विवचन गृह्णीतः निगृह्णीतः. उत्तमम् उत्तमम्. इत्युक्ते अत्र निगृह्णाति निगृह्णीतः निगृह्णन्ति. यद्यपि तत्र हकारे णकारः लिखितमस्ति किन्तु यदा वयम् उच्चारयामः तदा निगृह्णाति ब्रह्म निगृह्णाति. लेखनावसरे लेखनावसरे भिन्नरीत्या लिखामः किन्तु उच्चारणावसरे भिन्नरीत्या वक्तव्यं. तादृशी शैली अस्ति. अत्र मनः इति पदमस्ति तस्मिन् विषये किञ्चित् वदतु भवती यद् जानाति. मनः अत्र अत्र कर्मपदमस्ति. अत्र मुनिः मनः एकवारं निगृह्णाति निगृह्णाति मनः अत्र कर्मपदमस्ति. एकवचनं प्रथमपुरुषे एकवचनं. न भगिनी भवती एव उक्तवती. कर्मपदमस्ति चेत् कर्मपदमस्ति चेत् किं विभक्तिः का प्रथमविभक्ति? न कर्मपदं भवती सम्यक् समीचीनतया उक्तवती. कर्मपदमस्ति कर्तृपदमेव प्रथमाविभक्ति एवं भवति. कर्मपदं प्रथमपुरुषः एकवचनं. किञ्चित् भ्रमः द्विवचनं द्विवचनं कर्मपदम् इत्युक्ते द्विवचनं. क्षम्यतां भगिनि. कर्मपदम् इत्युक्ते द्विवचनमेव. कर्मपदम् इत्युक्ते मनः मनसि मनः मनसि मनाम् इति सम्यक् वा? किञ्चित् किञ्चित् भ्रमः अस्ति तत्र. अत्र पूर्णानन्दमहोदय पूर्णेन्दुमहोदय क्षम्यतां पूर्णेन्दुमहोदय भवान् वदतु इतोपि. तत्र मनः इति द्वितीयविभक्ति एकवचनरूपम् अस्ति. उत्तमम्. अत्र द्विवचनम् इति न वदामः. भगिनी किञ्चित् भवती उक्तवती तत् पदे गृह्णाति इति पदे हकार प्रथमं आगच्छति, नकार फुल् पूर्ण आगच्छति. लेकिन् वक्तुं समये यदा वयं तत् पदम् उच्चारणसमये अनुनासिक फस्ट् सौण्ड् कम्स् नो. दिस् इस् स्पेशल् ओन्ली वित् हकार एण्ड् अनुनासिक ऐ थिङ्क्. आं भगिनि तादृशी शैली अस्ति इति अहं श्रुतवती. हा हा बिकास् वेन् इन् द वर्ड् मध्याह्नः वि से मध्याह्न देन् हा फुल्लि वि डू द उच्चारणे. But while writing, we do hakara vyanjana and na fully, no? इत्युक्तत्र लेखनसमये लेखनसमये हकारात् अनन्तरं हकारस्य अनन्तरमेव नकारः मूर्धन्यणकारः लिखामः किन्तु उच्चारणावसरे णकारं पुनः पूर्वम् आगच्छति तदनन्तरं हकारः श्रोतव्यः इति अहम् एकदा एकवारं श्रुतवती. गृह्णाति ब्रह्म इति पदम् अपि ब्रह्म मकर दूध उच्चारणे बट् we write hakara first and then ma, brahma, it becomes ma. Aam. Awesome. Okay. Something special about hakara and anunasika. Only the same. Isn't it the same rule for janhavi also? इत्युक्ते तादृशी शैली अस्ति इति अहं एकदा श्रुतवती, अतः वदामि. अनन्तरम् अत्र यथा महोदयेन उक्तम्, अत्र मनः इति पदं नपुंसकलिङ्गपदम् अस्ति इति कृत्वा तत्र द्वितीयाविभक्ति एकवचनरूपं दत्तमस्ति. तदर्थं रूपं समानमस्ति. मनः इति पदं सकारान्तपदं, यथा भगिन्या उक्तं मनः मनसि मनांसि इति रूपाणि भवन्ति. उत्तमम्. अनन्तरं शशिकला भगिनी भवती पठतु अग्रिमं वाक्यं. योगिजनः ब्रह्माग्नौ जुहोति. योगिजनौ ब्रह्माग्नौ जुहुवः. योगिजनाः ब्रह्माग्नौ जुह्वन्ति. Is that correct? तत्र रूपाणि किञ्चित् भिन्नानि भवन्ति. अहं किञ्चित् वदामि. अत्र पूर्वस्मिन् वाक्ये निगृह्णाति इत्यस्मिन् तत्र नि उपसर्गपूर्वकः ग्रहधातुः इति वयं जानीमः एव. अत्र अस्मिन् वाक्ये कोऽपि वदति वा, अहं नो चेत् अहं वदामि. शोभा भगिनी भवती प्रयत्नं कर्तुम् इच्छति वा जुहोति इत्यस्य रूपाणि समीचीनतया वक्तव्यानि? आं भगिनि, तत्र प्रथमपुरुषे जुहोति, जुहुतः जुह्वन्ति इति भवति. जुह्वति जुह्वति जुह्वति. ओ अस्तु. अत्र वदतु इतोपि. हा, जुहोति जुहोत्यादिगणे हु धातुः, तेन एतानि एतानि आगतानि. आम्, जुहोति जुहुतः जुह्वति. उत्तमम्. यथा ददाति दत्तः ददति. अस्तु, तथा एव जुहोत्यादिगणे यद्धातुः, जुहोत्यादिगणे सर्वदा द्वित्वं भवति. इत्युक्ते द्विवारं धातोः रूपम् आयाति. किन्तु अत्र यथा भवत्या उक्तं, हु इति धातुः अस्ति. हु धातोः रूपं किमर्थं जु भवति? जकारः चवर्गीय व्यञ्जनं भवति इत्यस्य कृते तत्र एकं सूत्रमस्ति. तेन सूत्रेण तत्र हकारस्य स्थाने जकारादेशः भवति. तत्र सूत्रमस्ति कुहोश्चुः. कुहोश्चुः इति सूत्रेण तत्र हकारस्य जकारः भवति इति विषयः. अपि च अत्र ब्रह्माग्नौ इति एकं पदमस्ति. ब्रह्म इति पदं पदस्य विषये अहं किञ्चित् श्रोतुमिच्छामि. ब्रह्म इति नपुंसकलिङ्गपदमस्ति, ब्रह्म इति पुंलिङ्गपदम् अपि अस्ति. उषा भगिनी वदतु. ब्रह्मन् अस्ति नपुंसकलिङ्गे. ब्रह्मन् ब्रह्मा पुंलिङ्गे अस्ति. ब्रह्मा ब्रह्मा न स्मरामि भगिनि. चिन्ता मास्तु. अत्र आरम्भे नपुंसकलिङ्गरूपं वक्तव्यं, तस्य रूपाणि वक्तव्यानि, प्रातिपदिकं वक्तव्यं. आरम्भे एकं पुंलिङ्गरूपम् अस्ति, अपि च एकं नपुंसकलिङ्गरूपम् अस्ति. द्वयोः रूपाणि वक्तव्यानि. अत्र ब्रह्मन् ब्रह्मा भवति, अपि च ब्रह्म भवति इति मन्ये. भगिनि, ब्रह्मन् नपुंसकलिङ्गे ब्रह्म ब्रह्मणि ब्रह्माणि. उत्तमम्. ब्रह्म पुंलिङ्गे ब्रह्म ब्रह्मौ ब्रह्माः. अत्र समीचीनतया नपुंसकलिङ्गरूपाणि समीचीनतया उक्तवती भवती, उषा भगिनी उक्तवती कथं ब्रह्मन् इति नकारान्तपदमस्ति, नकारान्तपदस्य नपुंसकलिङ्गपदस्य रूपाणि ब्रह्मब्रह्मणि ब्रह्माणि, ब्रह्मब्रह्मणि ब्रह्माणि इति रूपाणि भवन्ति. किन्तु तत्र पुंलिङ्गरूपम् अपि अस्ति, पुंलिङ्गरूपस्य रूपाणि आत्मा शब्दवत् भवन्ति. अधुना शोभा भगिनी वदतु आत्मा शब्दवत् वक्तव्यं पुंलिङ्गरूपाणि. आत्मा आत्मानौ आत्मनः आत्मा आत्मानौ आत्मानः आत्मा आत्मानौ आत्मानः ब्रह्मा ब्रह्माणौ ब्रह्माण तत्र ब्रह्माणौ ब्रह्माणः भवति खलु. उत्तमम्, णत्वमस्ति, णत्वं भवति. उत्तमं भगिनी, ब्रह्मा ब्रह्माणौ ब्रह्माणः एतदपि नकारान्तपदमेव. इत्युक्ते एतत् पदद्वयं तत्र नकारान्तप्रातिपदिकमस्ति पुंलिङ्गपदस्य कृते, अपि च नपुंसकलिङ्गपदमपि नकारान्तपदमेव. भगिनि न श्रूयते, किञ्चित् मन्दम् अस्ति भवत्याः वाय्स्. ओ एवं वा, अत्र वदतु. अत्र ब्रह्मन् नपुंसकलिङ्गशब्द ऐ हव् हर्ड् इट् दट् इस् दट् रेप्रसेण्ट्स् निराकार ब्रह्म, वेरस् ब्रह्म दीर्घमान ब्रह्म इति चतुर्मुख ब्रह्मणः पदम्. उत्तमम् उत्तमम्, तथा तयोर्मध्ये भेदः, तदेव भेदः, स एव भेदः. उत्तमं, ब्रह्म इति पदं परब्रह्मपदार्थः. ब्रह्म इत्युक्ते तत्र पुंलिङ्गपदं वदामश्चेत् तत्र चतुर्मुखब्रह्म इति अर्थः. उत्तमम्, अनन्तरम् अत्र भगिनी एकवारं प्रयत्नं करोमि वा भगिनी, ब्रह्म शब्द वक्तुम् इच्छामि. वदतु वदतु. ब्रह्मा ब्रह्माणौ ब्रह्माणः, हे ब्रह्मण् अस्ति वा ब्रह्मण् अस्ति वा भगिनि? अत्र नपुंसकलिङ्ग तत्र पुंलिङ्गरूपाणि तत्र द्वितीयविभक्ति वदतु. आत्मा आत्मानौ आत्मानः आत्मानं ब्रह्माणं ब्रह्माणौ ब्रह्माणः. द्वितीयविभक्ति बहुवचनं ब्रह्माणः अथवा आत्मनः इति अस्ति भगिनि बहुवचनं. आत्मनः अस्ति चेत् अत्र ब्रह्मणः ब्रह्मणः. तृतीयविभक्ति ब्रह्मणा ब्रह्मणाभ्यां ब्रह्मणाभिः. चतुर्थीविभक्ति तत्र इत्युक्ते तत्र रूपाणि द्वितीयाविभक्तिपर्यन्तं वदामः, अनन्तरं समीचीनतया वदामः. अत्य अधुना अत्र त्यजामः. तत्र आत्मा शब्दवत् आत्मा आत्मानौ आत्मानः, आत्मानम् आत्मानौ आत्मनः. द्वितीयविभक्ति बहुवचनं आत्मनः, तथा एव अत्र ब्रह्मणः इति भवति. तत् सः विषयः तत्र त्यजेम. अनन्तरम् अत्र ब्रह्माग्नौ इति पदमस्ति. ब्रह्माग्नौ इति पदं कीदृशं पदम्? यः ब्रह्म जानाति समस्तपदं समस्तपदं. तस्मिन् विषये किञ्चित् वदामि. अत्र श्लोक उत्तमम् उत्तमम्. आरम्भे अहं किञ्चित् वदामि, तदनन्तरं श्लोकं श्रावयन्तु. अत्र ब्रह्माग्निः इति पदमस्ति. ब्रह्माग्निः इति समस्तपदं, किन्तु समस्तपदस्य सप्तमी विभक्त्यन्तरूपम् अत्र वाक्ये दत्तमस्ति. तत्र समस्तपदमस्ति इति कृत्वा विग्रहवाक्यं वक्तव्यं कथमित्युक्ते, ब्रह्म एव अग्निः तस्मिन् इति वदामः. ब्रह्म एव अग्निः, तत्र एवकारः श्रूयते. तत्र यत्र यत्र विग्रहवाक्ये एवकारः श्रूयते तत्र अवधारणापूर्वपदकर्मधारयसमासः इति वदामः. तत्र यथा ज्ञानाग्निः, ज्ञानम् एव अग्निः, तथा एव विद्याधनम्, अत्रापि विद्या एव धनं, तथा एव अत्र ब्रह्म एव अग्निः तस्मिन् इति वक्तव्यं. तत्र समस्तपदमस्ति. आहत्य ब्रह्माग्नौ जुहोति योगिजनाः ब्रह्माग्निषु जुह्वति इति भवति. अग्रिमं वाक्यं पठतु भगिनि. रमाभाई भगिनी भवते एव वदतु. मानवः सिद्धिम् आप्नोति. मानवः सिद्धिम् आप्नोति. द्विवचनं मानवौ वा अत्र अधुना कस्याः क्रमः? अहं चिन्तयामि, क्षम्यतां भगिनि, अत्र शशिकला भगिनी भवत्याः क्रमः वा? चिन्ता मास्तु. तत्र शशिकला भगिनी भवती जानाति चेत् वदतु अत्र अस्मिन् वाक्ये. मानवः सिद्धिम् आप्नोति. What do you want me to say, bhagini? I didn't get that. वचनपरिवर्तनं कृत्वा त्रीणि वाक्यानि लेखनीयानि अत्र. द्विवचने मानवौ सिद्धिम् आप्नोतः. मानवाः सिद्धिम् आप्नुवन्ति. आप्नुवन्ति, उत्तमम्. अत्र सिद्ध धातोः रूपम् एव क्तिन् इति एकः प्रत्ययः अस्ति. क्तिन् प्रत्ययान्तरूपं सिद्धिः. तत्र क्तान्तरूपं सिद्धः, सिद्धं, सिद्धा, एतादृशानि पदानि अपि सन्ति. आप् धातोः रूपमेव आप्नोति. आप्नोति, आप्नुतः, आप्नुवन्ति. अग्रिमं वाक्यम्. You want me to read that also? पठत्. नेता आह्वानं शृणोति. Here is it आह्वानं or आह्वानं? आह्वानं. आह्वानं. नेता आह्वानं शृणोति. नेतौ आह्वानं शृणुतः. Is that correct? न. अत्र नेता शब्दस्य प्रातिपदिकं ज्ञातव्यम्. नेतृ. उत्तमम्. ओ यस्, लैक् माता. ओके ओके, लैक् माता. कर्ता. कर्ता, ओके. नेतृ इस् इट्? नेतृ इति प्रातिपदिकं. द्विवचने वदतु. नेत्रौ. नेत्रौ आह्वानं शृणुतः. उषा भगिनी किञ्चित् समीकरोतु. उषा भगिनी वदतु. कर्ता, कर्तारौ, कर्तारः इति नेता, नेतारौ, नेतारः. अधुना वाक्यानि समीकृत्य वदतु भगिनी. नेता आह्वानं शृणोति. नेतारौ आह्वानं शृणुतः. नेतारः आह्वानं शृण्वन्ति. उत्तमम्. अत्र नेता इति पदं नी धातोः रूपं. नी धातोः लट्लकाररूपं नयति, किन्तु अत्र नी धातुतः नेता इति रूपम् आगतं. कथम् इत्युक्ते तृच् इति एकः प्रत्ययः अस्ति. क्रू धातोः तृच् रूपं कर्ता, तथा एव अत्र नी धातोः तृच् प्रत्ययान्तरूपं नेता इति भवति. अत्र नेता इत्यस्य अर्थः कः इति पश्यामश्चेत् अत्र नयति इति नेता, भारं वहति अथवा भारं नयति, सः एव नेता, नयति इति नेता. अत्र आह्वानम् इति एकं पदमस्ति. आह्वानम् इति पदं कोऽपि वक्तुमिच्छति वा? अत्र आह्वानम् इति कीदृशं पदम्? इट् इस् वा धातु, बट् आल्वेस् अकम्पनीड् बै आ, प्रिफिक्स्ड् वित् आ ओन्ली इट् इस् यूस्ड्. वी डोंट् यूस् वातु ओर् आह्वयतु, आह्वानम्. अत्र आह्वानम् वा धातु, दट् इस् टु इन्वैट्. वा धातु इत्युक्ते अत्र अहं चिन्तयामि, अहं किञ्चित् म्यूट् करोमि. अत्र यदि भवतां पार्श्वे ध्वनिः अस्ति चेत् कृपया म्यूट् कुर्वन्तु. अत्र तु यथा भगिन्या उक्तम्, अयं धातुः ह्वे इति धातुः सर्वदा आङ् उपसर्गपूर्वकः भवति. अत्र लट्लकाररूपम् आहूयते इति रूपम् अस्ति. आहूयते अत्र ल्युडन्तरूपम्, आह्वानम् इति ल्युट् प्रत्ययान्तरूपम्. अत्र आ इति उपसर्गः सर्वदा तत्र आयाति, धातोः अयं धातोः पूर्वम् आयाति. उत्तमम्. अनन्तरम् अत्र लता भगिनी भवती एव करोतु अग्रिमं वाक्यं. भगिनी एकः प्रश्नः, भगिनी क्षम्यतां, वदतु वदतु. ह्वे धातु भगिनी द्वादिगणे ह्वे, ह्वे धातुः, धातु तु ह्वे, ह्वे धातु द्वादिगणे भगिनी, द्वादिगणे ह्वयति इति भवति. ह्वयति अहं न अवगतं भगिनी, कथम् आ सर्वदा आगच्छति? किन्तु धातुः धातुतः आह्वयति मीन्स् अया कम्स् नो टेन्त् कुड् इट् बि, ऐ डोण्ट् नो टेन्त् गण आह्वयति. अत्र अहमपि अधुना पश्यन्ती अस्मि, ह्वे धातुः अत्र भुवादिगणे दत्तमस्ति, ह्वयति इति रूपमेव दत्तवन्तः. किन्तु अत्र तु आ उपसर्गपूर्वकः ह्वे धातुः एव, तेन एव अत्र आह्वयति इति रूपम् आयाति. भगिनि, ह्वयति अपि च आह्वयति किञ्चित् अर्थभेदः अस्ति वा भगिनि? हा अस्ति. ओ इत्युक्ते अत्र आ इति उपसर्गस्य योजनेन इत्युक्ते आ इति उपसर्गस्य अर्थः तु टुवर्ड्स् इति अर्थः, टुवर्ड्स्. किन्तु अर्थभेदः आह्वानं करोति, इन्विटेशन् इति अत्र तु ह्वयति, ह्वयति इति दत्तमस्ति भगिनि, परस्मैपदी इति दत्तमस्ति. किन्तु तत्र उभयपदी, उभयपदी इति लिखितमस्ति. इत्युक्ते अत्र ह्वयति रूपमस्ति, ह्वयते अपि अस्ति. अस्तु, अनन्तरं भवती एव पठतु अग्रिमं वाक्यं. देवः वरं ददाति. देवः हकारान्त पुल्लिङ्गपद, देन् वरम् इस् कर्मपद हियर्, ददाति इस् द धातु, दाने ऐ थिङ्क् ददाति. सो देवः वरं ददाति, देवौ वरं ददाति, दत्तः देवं वरं, देवः वरं दत्तः ददाति, दत्तः ददति, देवाः वरं सारि ददति, देवाः वरं ददति. उत्तमं. सारि भगिनि, करे ददति, करे ददति, दत्तः ददति, ददति, सम्यक् एव. उत्तमपुरुष. ओके ओके. तत्र ददाति ददाति इत्यस्य रूपम् अत्र बहुवचने ददति इति भवति. तत्र तत्रापि एकं सूत्रमस्ति, तत्र एक तेन सूत्रेण तत्र आकारस्य लोपः भवति, श्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति. कोऽपि यदि स्मरन्ति चेत् केऽपि अत्र वरम् इति शब्दस्य विषये अहं किञ्चित् लिखितवती, कोऽपि स्मारयति वा अद्य वरम् इति विषये? वरम् मेनि अर्थात् वन् अर्थ एकः अर्थः इस् वधूवर, विवाहसमये वधूवर इति वदति किल, दट् वर. एण्ड् अनदर् वर इस् श्रेष्ठः और् प्रिफरेबल् इति. एण्ड् देन् वन् मोर् यु हेड् गिवन् मीनिङ्ग्. Yeah, the preference, I think, that is better than this. When we say also, we use the word varam. Uttama. Ichukte, Samita, varam, blessing. Atra kinchit vadami. Boon. अत्र वरम् इति पदस्य विषये लता भगिनी उक्तवती. अहम् एकम् ई पत्रं प्रेषितवती. तत्र ई पत्रे किं लिखितम् इत्युक्ते, तत्र विवाहादिकार्येषु तत्र वरः इति पदं, वरः इत्युक्ते जामाता इत्यस्मिन् अर्थे वरः इति पदम् अस्ति चेत् तत्र पुंलिङ्गे एव तस्य उपयोगः भवति. वरः इति पुंलिङ्गपदम् यत्र यत्र जामाता इत्यस्मिन् अर्थे वयं वक्तुमिच्छामश्चेत्. किन्तु तत्र तथा एव देवेभ्यः वरं प्राप्तवती इत्यस्मिन् अर्थे तत्र प्राप्तवती प्रा इति उपसर्गपूर्वकः आप् धातुः अस्ति, सकर्मकः अस्ति इति कृत्वा, यद्यपि तत्र वरं प्राप्तवती इति वदामि चेदपि तत्र द्वितीयाविभक्ति एकवचनं भवति, किन्तु तत्रापि वरः देवेभ्यः अनुग्रहरूपेण यः प्राप्यते सः वरः. तत्र तत्रापि पुंलिङ्गरूपमेव प्रयोक्तव्यम्. तदनन्तरम् अन्यः अर्थः अस्ति श्रेष्ठः इत्यस्मिन् अर्थे. श्रेष्ठः इत्यस्मिन् अर्थे वयं योजि वक्तुमिच्छामश्चेत् तत्र त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, यथा वरः ग्रन्थः, वरं कार्यं, वरं कार्यं किमपि तत्र वर वरं वरा वरः इत्यादीनि रूपाणि सम्भवन्ति. अपि च मनाक्प्रियम् इत्यस्मिन् अर्थे केवलं तत्र नपुंसकलिङ्गे एव तस्य रूपं भवति. इत्युक्ते आहत्य वरशब्दः भिन्न अर्थेषु अस्ति. तत्र अर्थं दृष्ट्वा एव वयं वक्तुं शक्नुमः वरः इति पदं पदस्य विषये. वरम् अस्माकं विवक्षा का इत्युक्ते कस्मिन् अर्थे वयं तत्पदं तस्य पदस्य योजनं कर्तुम् इच्छामः इति इत्यस्य आधारेण एव वयं समीचीनं रूपं योजयित्वा वक्तुं शक्नुमः. उत्तमम्. अनन्तरम् अत्र or when we compare, do we use panchami vibhakti? Durjana sangat. Tatra comparison kurmah chet, panchami vibhakti sadhu eva. Tatra tu shreshtaha ityasmin arthe varam. Thanks. Anantaram atra agrimam vakyam bhavati eva karotu. Karomi bhagini. 1 minute. Next is guruh dhyanam karoti. Atra guruh iti ukaranta pullinga pada ekavachana roopa. Then dhyanam is the karma pada, meditation iti meaning arthaha. Then karoti is kru dhatu parasmai padi. क्रूधातु उभयपदि, अत्र परस्मैपदी क्रियापदम् उपयुज्यते. ह्य करोति, कुरुतः, कुर्वन्ति. सो गुरुः, गुरु, गुरवः. गुरुः ध्यानं करोति गुरु ज्ञानं कुरुतः देन् गुरवः ध्यानं कुर्वन्ति. उत्तमम्. अत्र ध्यानं ध्यानम् इति कीदृशं पदं? ध्यै धातु, ध्यै धातु एण्ड् ध्यानम् इस् ल्युट् ल्युडन्तरूप हियर् एण्ड् ध्या इस् इट्सेल्फ् हेज़् अ प्रत्यय, य प्रत्यय एडेड् टु द am I right? ध्यानम् अत्र we have to that's something which is to be meditated upon. उत्तमं. ध्यानम् इत्युक्ते मेडिटेशन्. यदा भवत्या उक्तं ध्येय धातोः रूपं ल्युट् रूपं, किन्तु अत्र गुरुः इति शब्दस्य विषये अहं किञ्चित् श्रुतवती अतः वदामि. अत्र गुरुशब्दात् एव गौरवम् इति पदम् आयाति. गौरवम् इति तद्धितान्तं पदमस्ति. तत्र गुरोः भावः गौरवं, गुरुत्वम् अथवा गुरुत्वाकर्षणशक्तिः, एतादृशानि पदानि. गुरुः इति शब्दस्य अपि बहवः अर्थाः सन्ति. तत्र गुरुशब्दस्य विषये किञ्चित् अद्य वयं ज्ञातुं प्रयत्नं कुर्मः. तत्र गुरुः इति एकं पुंलिङ्गपदमस्ति. गुरुः, गुरुः इत्युक्ते तत्र किं वदामः, अध्यापकः, गुरुः. पुंलिङ्गपदं योजयित्वा वक्तुमिच्छामश्चेत् एषः मम गुरुः अथवा एषा मम गुरुः इत्युक्ते पुरुषम् उद्दिश्यापि अथवा महिलाम् उद्दिश्याम् अपि वयं गुरुः इति पदं योजयित्वा वाक्यं रचयितुं शक्नुमः. कथम् इत्युक्ते sorry to interrupt bagini, I'm sorry. Guru, somebody said there is one strilinga pada gurvi iti. Tasmin arthe eva adya vadami aham kinchit vadami. Atra swarupa mahodayah mama guruhu iti vakyam sadhu. Vidya bhagini api mama guruhu. तत्र विद्याभगिनी इति स्त्रीलिङ्गपदमस्ति इति कृत्वा गुरुशब्दस्य परिवर्तनं न भवति. तत्र अर्थः तु अध्यापकः इत्यस्मिन् विषये गुरुशब्दस्य प्रयोगं कुर्मः चेत् महोदयः मम गुरुः, विद्याभगिनी अपि मम गुरुः. अत्र तु अध्यापकः इत्यस्मिन् अर्थे वदामः. किन्तु गुरुशब्दः भारः इत्यस्मिन् अर्थे अपि अस्ति. गुरु इत्युक्ते केवलं तत्र गुरु इति पदस्य अर्थः भारः, भारतरं, हेवि. हेवि इत्यस्मिन् अर्थे एकः शब्दः अस्ति गुरुशब्दः. तत्र तु पदं त्रिषु लिङ्गेषु भवति. पुंलिङ्गे इत्युक्ते भारः इत्यस्मिन् अर्थे गुरुशब्दस्य प्रयोगं कुर्मः चेत् गुरुः इति पुंलिङ्गपदं भवति. गुरु विसर्गं त्यक्त्वा नपुंसकलिङ्गपदं भवति. गुर्वी इति स्त्रीलिङ्गपदमस्ति. इत्युक्ते तत्र गुरुशब्दस्य अर्थः तु भिन्नः. गुरुः इति पुंलिङ्गपदं वदामश्चेत् तत्र अर्थः भिन्नः. इत्युक्ते अत्र अर्थद्वयमस्ति. एकः अर्थः अस्ति अध्यापकः इत्यस्मिन् अर्थे वदामश्चेत् सर्वदा पुंलिङ्गे एव वक्तव्यम्. इत्युक्ते अस्माकं विवक्षा पुंलिङ्गविवक्षायां स्त्रीलिङ्गविवक्षायाम् अपि केवलं गुरुः एव साधुरूपं. किन्तु भारः इत्यस्मिन् अर्थे वक्तुमिच्छामश्चेत् तत्र त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. यथा गुरुः गुरु नपुंसकलिङ्गे, गुर्वी स्त्रीलिङ्गे भवति. एतत् सर्वम् अहं गते सप्ताहे एव श्रुतवती. डाक्टर् विश्वासमहोदयेन उक्तम् एतत् सर्वं गुरुशब्दस्य विषये. कुत्र भगिनि? एकम् अधुना डाक्टर् विश्वासमहोदयः शुद्धिकौमुदीं पाठितवान् अस्ति. तत्र सः एकवारम् उक्तवान् तत्र गुरुशब्दस्य विषये अर्थद्वयं वर्तते केवलं भारः इत्यस्मिन् अर्थे वक्तुमिच्छामश्चेदेव गुरुशब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. अध्यापकः इत्यस्मिन् अर्थे गुरुः एव भवति इति विषयः. अन्तिमं वाक्यं नवमं वाक्यं लघु. आं महोदय, गुरु लघु. गुरुशब्दस्य भावः वदतु भगिनि. लघु गुरु इति छन्दस् विषये आगच्छति किल? तत्रापि आगच्छति. गुरुग्रहः अपि अस्ति. उत्तमं. गीताञ्जलि भगिनी वदतु. भगिनी क्षम्यतां भगिनी, किन्तु नपुंसकलिङ्गे गुरु इति आचार्य अर्थे न अस्ति. इत्युक्ते सङ्गणकम् अपि गुरु अद्य अस्ति, तत्तु समीचीनं नास्ति न भगिनी? इत्युक्ते अत्र ध्वनिमुद्रणं पुनः एकवारं शृणोतु भगिनी. अत्र किम् उक्तवती इत्युक्ते, गुरुशब्दस्य अर्थद्वयम् अस्ति. यदा वयं गुरुशब्दस्य प्रयोगः अध्यापकः इत्यस्मिन् अर्थे वदामश्चेत् तत्र सर्वदा पुंलिङ्गरूपमेव वक्तव्यम्. एषः मम गुरुः, एषा मम गुरुः, भगिनी मम गुरुः इति वक्तुं शक्यते. तत्र यद्यपि पुंलिङ्गपदम् एव तत्र वक्तव्यं, किमर्थं चेत् अस्माकं विवक्षा तु सः मम अध्यापकः, सा मम अध्यापिका इत्यस्मिन् अर्थे तत्र अर्थः. किन्तु भारः हेवि इत्यस्मिन् अर्थे तत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति. साधारणतया वयं जानीमः एव, तत्र एकं सूत्रमस्ति नपुंसकलिङ्गपदानां सन्दर्भे, सुमोर्नपुंसकात् इति सूत्रेण तत्र विसर्गः लोपः भवति नपुंसकलिङ्गरूपेषु. तदर्थमेव नपुंसकलिङ्गरूपं गुरुशब्दस्य नपुंसकलिङ्गरूपं केवलं गुरु, पुंलिङ्गरूपं गुरुः, स्त्रीलिङ्गरूपं गुर्वी. किन्तु एतेषु त्रिषु पदेषु अर्थः तु भिन्नः. आं भगिनि क्षम्यतां, किन्तु मम प्रश्नः तु यदि एषः मम गुरुः, एषा मम गुरुः, किन्तु एतत् मम गुरुः इति समीचीनं नास्ति वा इति मम प्रश्नः. नास्ति नास्ति. अस्तु, धन्यवादः भगिनि. अत्र यथा महोदयेन उक्तं वदतु महोदय. गुरु इति अन्धकारस्य रि इति निवारकः श्लोकः अस्ति. गुकार एकः श्लोकः अस्ति. गुरुः नाम कः? गुरु इति अन्धकारस्य रु इति निवारकः. गुरु अन्धकारः मतलब् अज्ञानः. रु Ari, from the word Ari, Ri, Ru is taken, is Nivaraka. Guru Shabdasya Arthahatu Saeva. Tatra Ekaha Shloka Hasti, Ahamna Smrutavati. Kintu, Janam Ikinchit. Amohodaya. Atra Guru Shabdasya Viparita Artha Shabdaha, Tatra Laghu. Guru Shabdat Eva Gauravam. Iti Padamagatam. Laghu Shabdat Laghavam. इति आयाति. उत्तमम्. अनन्तरं पूर्णेन्दु महोदय भवान् पठतु. लघुपदधातवः उपधायां यत्र लघु वर्णः अस्ति वदतु भगिनि. एकः प्रश्नः, तत्र गुरु इति भारम् इति अर्थे गुरुः द्वितीया विभक्तौ गुरु इति एव अस्ति गुरुशब्दं, तत्तु नपुंसकलिङ्गे गुरुशब्दं. गुरुः गुरु निवारयति, निवारति इति समीचीनं वा? अत्र प्रश्नः न अवगतः, किन्तु अहं किञ्चित् प्रश्नः नास्ति. तत्र क्षम्यतां, गुरु इति द्वितीया विभक्तौ भारशब्दस्य गुरु, गुरुः गुरु निवारयति. अत्र किञ्चित् वदामि. अत्र यथा मया उक्तं पूर्वमेव, गुरु यथा भारं, भारतरम् इत्यस्मिन् अर्थे वदामश्चेत् तत्र पुंलिङ्गे गुरुः उकारान्त पुंलिङ्गशब्दवत् रूपाणि भवन्ति. नपुंसकलिङ्गे मधुशब्दवत् मधु मधुनी मधूनि तादृशरीत्या गुरुशब्दस्य रूपाणि नपुंसकलिङ्गे भवन्ति. गुर्वी इति स्त्रीलिङ्गे वक्तुम् इच्छामश्चेत् नदीशब्दवत् रूपाणि भवन्ति इति विषयः. किन्तु वाक्यं भवत्या उक्तं, पुनः वदतु. निवारयति नपुंसकलिङ्गे गुरु गुरुणि गुरूणि भवति, अपि च कर्मपदं द्वितीया गुरु गुरुणि गुरूणि एव भवति. तत्र मम प्रश्नः आसीत् भारं, भक्तस्य भारम् इति अस्ति चेत् गुरुः गुरु निवारयति इति समीचीनं वा? न, न भगिनि, कर्मपदं सः गुरुः भारं निवारयति इति समीचीनम् अस्ति किल भगिनि? गुरु निवारयति इत्युक्ते तत्र भिन्न अर्थेन पृष्टवती. किन्तु निवारयति तत् शब्द सर्वनामपद अस्ति अत्र, गच्छामि अत्र, अहमपि अस्ति तत्रैव. निवारयति कर्ता भिन्न अस्ति. किन्तु गुरु भारम् इति नपुंसकलिङ्गे अथवा पुंलिङ्गे यत्र कुत्रापि भारमेव अस्ति. गुरुशब्दस्य विषये मम प्रश्नः आसीत्. भारम् इति अस्ति चेत्, भारं निवारयति कोऽपि अस्ति चेत् अत्र गुरुशब्दः विशेषणं भवति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति. किन्तु साधारणतया मम चिन्तनमस्ति अत्र भिन्न अर्थे गुरुशब्दः कर्मपदं भवति इति मम चिन्तनं. कर्मपदं गुरु इति एव भारं, द्वितीया गुरु. अस्तु, प्रथमविभक्तौ अस्तु अस्तु अवगच्छामि. तत्र प्रथमविभक्तौ नयामः चेत् अपि गुरु एव भवति. गुरुः गुरु निवारयति इति वक्तुं शक्नुमः वा इति मम प्रश्नः अस्ति भगिनि. चिन्तनीयं तस्मिन् विषये. अस्तु भगिनि. तत्र अपि च गुरुः भक्तस्य गुरु निवारयति. गुरुः आचार्यः भक्तस्य गुरु निवारयति. Bhakta's difficulties, I mean, the heaviness of Ajnana or heaviness of whatever difficulty. Ajnana is heavy. Tadrusham Vakyam, Tadrusham Vakyam Sahitye Asti Va, iti drashtavya. Tadrusham Vakyam, yuchukte Tadrusha Prayoga Asti Va, काव्येषु अथवा साहित्ये अस्ति वा इति द्रष्टव्यं. चिन्ता मास्तु. तदनन्तरम् अग्रिमं वाक्यम्, अन्तिमं वाक्यम् अत्र पूर्णेन्दु महोदय भवान् पठतु. नवम, स्वधर्मकर्ता किल्बिसन् न आप्नोति. अत्र कर्ता इति ऋकारान्तकर्तृ, ऋकारान्तपुलिङ्ग प्रातिपदिकस्य प्रथमाविभक्ति एकवचनरूपम् अस्ति. स्वधर्मस्य कर्ता इति समासवाक्यं कर्तुं शक्यते वा? षष्ठी तत्पुरुषसमास इति स्वधर्मकर्ता नो चेत् अत्र यः धर्मं करोति सः धर्मकर्ता तादृशरीत्या भवति वा इति अपि द्रष्टव्यम्. तत्र यः स्वधर्मम् आचरति अथवा यः स्वधर्मं करोति सः धर्मकर्ता, यथा कार्यकर्ता इव धर्मकर्ता अत्र तत्र द्रष्टव्यं. विग्रहवाक्यं कथमायाति धर्मस्य कर्ता? अस्तु, वदतु महोदय. किल्बिषम् इति पदविषये किञ्चित् वदतु भगिनि, अहं न जानामि. किल्बिषम् इत्युक्ते पापम्. तत्र अन्यपर्यायवाचकपदानि अहं दृष्टवती, अतः वदामि. पापं, कल्मषम्, अघं, कलुषं, मलं, दुरितं, दुष्कृतम्. एतानि पदानि पर्यायवाचकपदानि, किन्तु किल्बिषम् काषायम् अस्ति वा? अस्तु, अहं न जा दृष्टवती. अत्र कल्मषम् एतानि पदानि वयं जानीमः एव, कल्मषम्, अघं, दुरितं, दुष्कृतम्, एतत् सर्वं पापमेव. किल्बिषम् अघम् इति अपि अघम् अघम् अघम् अघमपि पापमेव. अत्र न आप्नोति त्रिषु वचनेषु परिवर्त्य वदतु महोदय. एतत् एकवचने अस्ति, द्विवचने भवति. स्वधर्मकर्तारौ, स्वधर्मकर्तारौ किल्बिषं न आप्नुतः. स्वधर्मकर्तारः, स्वधर्मकर्तारः किल्बिषं न आप्नुवन्ति. उत्तमम्. अग्रिमं वाक्यं. योद्धाशास्त्रं चिनोति. योद्धा अपि ऋकारान्तपुलिङ्गप्रातिपदिकस्य पद अस्ति. योद्धा योद्धारौ योद्धारः. योद्धाशास्त्रं चिनोति. योद्धारौ शास्त्रं चिनुतः. शस्त्रमस्ति, शस्त्रमपि योजयित्वा वदतु. शस्त्रमस्ति महोदय. योद्धा शस्त्रं चिनोति. योद्धारौ शस्त्रं चिनुतः. योद्धारः शस्त्रं चिन्वन्ति. अत्र मध्ये कर्मपदमपि परिवर्त्य वदतु. कर्मपदपरिवर्त्य इत्युक्ते वचनं, वचनपरिवर्तनं कृत्वा तत्र शस्त्रम् इति पदस्य वचनपरिवर्तनं कृत्वा. योद्धा शस्त्रं चिनोति. योद्धारौ शस्त्रे चिनुतः. योद्धारः शस्त्राणि चिन्वन्ति. सुन्दरम्, उत्तमं महोदय. अत्र यथा भवता उक्तं योद्धृ इति प्रातिपदिकं योद्धृ, तत्र ऋकारान्तपदं भवति. युद्ध धातुतः तृच् प्रत्ययान्तरूपं तत्र योद्धृ इति प्रातिपदिकं सिद्ध्यति, ऋकारान्तपदं भवति. अपि च शस्त्राणि, शस्त्रं, तत्र शस्त्रम् इत्यस्य अर्थः कः इत्युक्ते शस्यते, हिंस्यते अनेन, अनेन शस्यते, हिंस्यते, शस्यते, हिंस्यते, पदद्वयमपि कर्मणि लट्. शस्यते, हिंस्यते अनेन शस्त्रम्. भगिनी हिंस्यते जानामि, शस्यते इत्युक्ते किं? तत्र किल् इति अर्थः अस्ति. ओ अस्तु. शस्त्रं, तत्र स्ट्रन् इति प्रत्ययः अस्ति. एतावत्पर्यन्तं वयं एतेषु वाक्येषु कर्तृपदस्य परिवर्तनं कृत्वा अपि च वचनपरिवर्तनं कृत्वा वयं वाक्यानि लिखितवन्तः. यदि वयं वक्तुमिच्छामश्चेत् तत्र मध्ये कर्मपदमपि दत्तमस्ति. एतेषु बहुषु वाक्येषु कर्मपदम् अस्ति. कर्मपदस्य परिवर्तनम् अपि त्रिषु वचनेषु तस्य परिवर्तनमपि कृत्वा अन्यानि पदानि लेखितुं शक्नुमः. अग्रे भगिनि एकः प्रश्नः, भगिनि नेतृ कर्तृ अपि तृच् प्रत्ययः अस्ति वा भगिनि? नेतृ तृच् नी धातोः, नी धातोः रूपं नेतृ, नियोगः तृच् नेतृ. युद्ध, युद्ध धातुः लट्लकाररूपं युध्यते, तत्र युद्ध धातुतः तृच् रूपं योद्धा, ऋकारान्तपदम्. अग्रे अपि पठतु महोदय, भवान् एव पठतु. भगिनी एकः प्रश्नः, क्षम्यताम्. वदतु. शस्त्रम् अपि च शास्त्रं भगिनि? शस्त्रमस्ति, शास्त्रमपि अस्ति. धातुरूपं किं भगिनि, भेदः कः? शास्त्रं, तत्र शास् धातुः अस्ति. शास्, शास् धातुः शास्ति कण्ट्रोल् इत्यस्मिन् अर्थे तत्र धातुः अस्ति. किन्तु अत्र शस्त्रं धातुः कः इति द्रष्टव्यम्. अस्तु भगिनि, धन्यवादः. कोऽपि दृष्ट्वा वदति वा, कोऽपि दृष्ट्वा वक्तुमिच्छति वा? अत्र अग्रे सरेम. अत्र भगिनी सम्यक् अधुना दृष्टवती, शस् इति धातुः अस्ति, शस्यते इति हिंसायाम् इति अस्ति चेत् शस् धातुः हिंसायां शशति, शशतः शशन्ति इति भवति. ओ अस्ति वा, अस्तु. हा शशौ इति हिंसायाम् इति अस्ति भुवादिगणे. अस्तु उत्तमम्. अत्र इत्युक्ते धातुः भिन्नधातुः अस्ति इत्युक्ते अत्र द्रष्टव्यं भगिनि, अत्र धातुः शस्त्रम्. अस्तु इत्युक्ते अत्र भिन्नधातुः अस्ति इति भाति. वदतु. शास्त्रं शिष्यते अनेन शाश् धातु ष्ट्रण् प्रत्यय योजित्वात्. शास्त्रम् इति स्ट्रन् प्रत्ययः शास् धातुः. शास् धातुम् अहं जानामि, शास्ति इति रूपम् आयाति तत्र. अदादिगणे यद्धातुः इति भाति. अस्तु भगिनि क्षम्यताम्. शस् इति अपि अस्ति भगिनि, शस् इति अपि हिंसायामेव अस्ति, भुवादिगणे एव शसति. अस्तु प्रायशः तदेव अस्ति इति मन्ये. शसति, शसति हिंसायां. शास्त्रम् इति शास्त्रेण अर्थमस्ति, शिष्यते अनेन इति शास्त्र न शश् धातु. शस्यति हिंसायाम् अस्तु. शस् योगः किमपि शस्त्रम् इति भवति इति भाति. अत्र सर्वत्र यथा अत्र स्ट्रन् इति प्रत्ययः अस्ति, तत्र शस्त्रं वा शास्त्रं वा तत्र प्रत्ययः तु समानः एव, किन्तु धातुः भिन्नः वा अथवा एकः एव धातुः वा इति दृष्ट्वा एव वक्तुं शक्नोमि. अग्रे सरेम. अत्र पूर्णेन्दु महोदय भवान् पठतु. आवरण उचितं रूपं चित्वा रिक्तस्थानानि पूरयत. आवरण पञ्चमे एकवचनरूपम् अस्ति. उचितम् उचितं गतवर्गे वयम् एतद्विषये किञ्चित् परिशीलनं कृतवन्तः. बच् धातोः प्रत्ययः किम् अहं विस्मरामि. उचितस्य तत्र यथा कृता प्रत्ययः इत्युक्ते पाठ्यधातुतः पठिता अस्ति, तथा एव अत्रापि कृतान्तरूपं कृता. तत्र उचितस्य तत्रापि कृता प्रत्ययः वा? उचितम् अत्र कृतान्तरूपं तदा स एव अत्र धातुः अपि च पदमपि समानमेव. अत्र अरविन्दमहोदयः उक्तवान् तत्र गते कक्षायां गते वर्गे एव, अत्र उच् धातुतः कृतान्तरूपम् वच् नास्ति इति उक्तवान्. उच् इति उक्तवान्. उच् समवाये चुरादिगणे अपि उच्यति, उच्चतः उच्यन्ति, उच्चसि उच्चतः उच्चतः, उच्चामि उच्चावः उच्चामः. दिवादिगणे अपि अस्ति, चुरादिगणे अस्ति, दिवादिगणे अपि धातुः. किन्तु अहं कक्षायां वच् इति उक्तवती, किन्तु वच् नास्ति, उच् एव अस्ति इति भाति. अग्रे सरतु. रूपं चित्वा, चित्वा इति ची धातुः क्वान्तरूपमस्ति. चित्वा रिक्तस्थानानि पूरयत. रिक्तस्थानानि बहुवचनान्तरूपमस्ति, प्रथमव्यक्ति बहुवचनान्तरूपं पूरयत. धातुः किं भगिनि पूरयत? मध्यमपुरुष बहुवचन इति लट्टि मध्यमपुरुष बहुवचनरूप भवति, परन्तु धातुः किं? धातुः द्रष्टव्यं. भगिनी चित्वा इस् अनदर् वर्षन् आफ् चिनोति इस् इट्? महोदय उक्तवान् अत्र चिनोति इत्यस्य रूपं कृत्वान्तरूपम्. ओके थेङ्क् चत्वा पूरयत तस्य धातुः कः कोऽपि दृष्ट्वा वदतु भवान् पठतु महोदय भवन्तौ विषयं जानाति जानन्ति जानीतः अत्र भवन्तौ दिवचनरूपमस्ति अतः जानीतः भवन्तौ विषयं जानीतः बहुवचने भवन्तः विषयं जानन्ति उत्तमम् अग्रिमम् ग्राहकौ वस्तुः क्रीणीतः क्रीणाति क्रीणन्ति अत्र ग्राहकौ द्विवचने अस्ति अतः क्रीणीतः ग्राहकौ वस्तु क्रीणीतः अत्र वस्तु इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा तत्र विसर्गः न आयाति वस्तु इति पदं बुकारान्त नपुंसकलिङ्गपदं वस्तु वस्तूनि वस्तूनि इति रूपाणि भवन्ति अत्र ग्राहकः इति पदं तु नुवल् प्रत्ययान्तरूपं ग्रहधातुतः नुवल् प्रत्ययस्य योजनेन ग्राहकः किन्तु स्त्रीलिङ्गे ग्राहिका इति रूपं भवति नुवलन्तरूपम् अपि च अस्मिन् वाक्ये वस्तु इति पदं कर्मपदं द्वितीयाविभक्त्याम् अस्ति धन्यवादः महोदय ललिता भगिनी भवती पठतु अग्रिमं वाक्यं भगिनी अस्ति वा पठिष्यामि सैनिकौ अरिं गृह्णीतः द्विवचनरूपं गृह्णीतः भगिनी क्षम्यते वा श्रूयते श्रूयते त्रिषु त्रिषु वचनेषु वदतु परिवर्त्य त्रिषु वचनेषु परिवर्त्य वदतु सैनिकः सैनिकः अरिं गृह्णाति सैनिकौ अरिं गृह्णीतः सैनिकाः अरिं गृह्णन्ति अत्र अरि अरि इति पदं कीदृशं पदम् अरिः अरिम् इत्युक्ते कः अरि इत्युक्ते There are two meanings that have been given. Shatruhu, Shatruhu. And the other one is a discuss. There are two. There's a meaning that says discuss. Harim means enemy, enemy Shatru. Okay, no, but both meanings are given. The other one is saying it's an implement, like a discuss. Chakra. Here it is enemy. Atratu. अरिः इत्युक्ते शत्रुः शत्रुः अत्र वाक्यं किं वदति सैनिकः अरिं गृह्णाति इति वदति सैनिकः इत्युक्ते तत्र सैन्यरक्षकः यः सेनां रक्षति सः सैनिकः अग्रिमं वाक्यं पठतु वदतु महोदय सैनिकः अरिहन्ता भवति अरिहन्ता भवति उत्तमं हन्तापदमपि अत्र हन् धातोः तृच् प्रत्ययान्तरूपं तत्र हन्ता हन् धातोः रूपं हन्ति लट्लकाररूपं हन्ति बहुवचनरूपं लट्लकारे हन् धातोः घ्नन्ति घ्नन्ति तत्रैव तदर्थमेव तत्र Is it the same root for the Jain teacher is known as an Arihant? Aham na janami. Yes, it is from the same thing. Same root, okay. Yeah, Arimasmi the Agnana is our Shatru. So Arihanta, Guru is capable of killing our Agnana. But there the only difference is, there the Ari is Ajnana. Yes, Ari, yes, of course. Ari it's a symbolic. अग्रे पठतु हरिं शब्दस्य त्रिषु लिङ्गेषु अस्ति वा हरिं तद्विषयं त्यजतु भगिनि हरिः इत्युक्ते शत्रुः शत्रुः अग्रे सराम वदतु भवन्तौ जपं कुरुतः भवान् जपं करोति, भवन्तौ जपं कुरुतः, भवन्तः जपं कुर्वन्ति. अत्र जपम् इति पदमस्ति, जपम् इति कर्मपदमस्ति. अत्र जपः इति प्रथमाविभक्त्यन्तरूपम्. अत्र क्रूधातु अस्ति इति कृत्वा अत्र कर्मपदमस्ति. जपः इत्युक्ते किम्? जपः उत्तमम् इत्युक्ते तत्र विधानेन मन्त्रोच्चारणम्, विधानेन मन्त्रोच्चारणम् एव जपः. जप्यते इति जपः इति लिखितमस्ति. श्लोकान् श्लोकान् जपं कुर्वन्ति, मन्त्रान् मन्त्रान् जपं अपि. श्लोकानां पारायणं कुर्मः, किन्तु मन्त्रान् वदतु अग्रे. इण्ट्रेस्टिङ्ग् जप इति पदस्य जकारो जन्मविच्छेदः, पकारो पापनाशकः. तस्मात् जप इति प्रोक्तो जन्मपापविनाशकः. पुनः पुनः वदतु. जकारो जन्मविच्छेदः, पकारो पापनाशकः. तस्मात् जप इति प्रोक्तो पठिष्यामि. भगिन्यौ गीतां शृणुतः. भगिनी गीतां शृणोति. भगिन्यौ गीतां शृणुतः. भगिन्यः गीतां शृण्वन्ति. गीतां कर्मपदं, भगिनी एकवचन, भगिन्यौ द्विवचन, भगिन्यः बहुवचन. स्त्रीलिङ्ग अग्रीलिङ्ग शब्द. उत्तमम्. अग्रे पठतु. भवत्यौ सर्वत्र गन्तुं भवत्यौ शक्नुतः शक्नुतः. भवती सर्वत्र गन्तुं शक्नोति. भवतः सर्वत्र गन्तुं शक्नोति. अत्र पश्यतु, शङ्का अस्ति. भवती शब्दस्य रूपाणि ज्ञातव्यानि. भवती भवतः न भगिनी, अत्र भवती शब्दस्य रूपाणि नदी शब्दवत् रूपाणि भवन्ति. भवती शब्दस्य रूपाणि उषा भगिनी किञ्चित् स्मारयतु. स्त्रीलिङ्गे भवत् भवती भवत्यौ भवत्यः, हे भवति हे भवत्यौ हे भवत्यः, भवती भवत्यौ भवतीः, भवत्या भवद्भ्यां भवतीभिः, भवत्यै भवतीभ्यां भवतीभ्यः, भवत्याः भवतीभ्यां भवतीभ्यः, भवत्याः भवत्योः भवतीनां, भवत्यां भवत्योः भवतीषु. सुन्दरम्. उत्तमं भगिनी, धन्यवादः. अधुना ललिता भगिनी अत्र समीकृत्य वाक्यं वदतु. बहुवचने भवत्यो भवत्यः नद्यः. नदी नद्यौ नद्यः. आम्, नदी शब्दवत्. भवती सर्वत्र गन्तुं शक्नोति. भवत्यौ सर्वत्र गन्तुं शक्नुतः. भवत्यः सर्वत्र गन्तुं शक्नुवन्ति. अग्रे पठतु. भक्तौ पुष्पं चिनुतः. भक्तः पुष्पं चिनोति. भक्ताः पुष्पं चिन्वन्ति. पुष्पं पुष्पं पुष्पे पुष्पाणि नपुंसकलिङ्ग. भक्तौ एकवचन द्विवचन. भक्तः भक्तौ भक्ताः. उत्तमं. भक्ताः. उत्तमं भगिनी. अनन्तरम् अत्र सुजाता भगिनी भवती पठतु अग्रिमं वाक्यं. आं भगिनि, धीरौ न रुदिति, धीरौ न रुदितः, धीरः न रुदिति, धीराः न रुदन्ति. अत्र धीरः इति धीरः इति अकारान्तपदमस्ति. धीरः पुंलिङ्गपदम्. अत्र प्रथमपुरुषे एकवचनरूपं क्रियापदं किम्? रोदिति. रोदिति, रोदिति, रुदितः, रुदन्ति. तत्र धातुः रुद् धातुः. गतकक्षायाम् अरविन्दमहोदयः पृष्टवान् तत्र किमर्थं गुणकार्यं न भवति इत्युक्ते, तत्र रोदिति इति रुद् धातोः रूपम् अस्ति, तत्र अदादिगणीयधातुः अस्ति. तत्र अदादिगणे एकं सूत्रमस्ति, अदिप्रभृतिभ्यः शपः इति एकं सूत्रमस्ति, तेन शपः लोपः भवति. अपि च तत्र रुद् धातुतः रोदिति प्रथमपुरुषे एकवचनरूपम् आयाति, तत्र गुणकार्यं भवति. किन्तु द्विवचने तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः न भवति. किमर्थमित्युक्ते तत्र प्रथमपुरुषे एकवचनप्रत्ययः पित् प्रत्ययः. यत्र कुत्रापि तत्र किं वदामः, मूलप्रत्ययः तिप् तस् झि, तिप् तस् झि, सिप् तस्थ, मिप् वस् मस् एतादृश मूलतिङ्प्रत्ययाः सन्ति. मूलतिङ्प्रत्ययेषु प्रथमप्रत्ययः तिप् अस्ति, तिप् पित् अस्ति. यत्र कुत्रापि प्रत्ययः पित् अस्ति चेत् तत्र गुणकार्यं भवति. प्रत्ययः पित् नास्ति चेत् तिप् तः, तिप् द्वि प्रथमपुरुष द्विवचनप्रत्ययः तस् अस्ति, तस् प्रत्ययः अपित् प्रत्ययः, अतः तत्र गुणकार्यं न भवति. तदर्थमेव अत्र रुदितः एकवचनरूपं रोदिति, किन्तु द्विवचनरूपं रुदितः, बहुवचनं रुदन्ति. उत्तमम्. अग्रे पठतु भगिनि. ऋषिमोक्षं प्राप्नुतः प्रथमविभक्ति एकवचनरूपं ऋषि, ऋषिः ऋषिः एकवचनरूपम्. तत्र विसर्गः अस्ति. ऋषिः मोक्षं प्राप्नोति, ऋषी मोक्षं प्राप्नुतः, ऋषयः मोक्षं प्राप्नुवन्ति. प्राप्नुवन्ति. अत्र ऋषिः इति एकं पदमस्ति. ऋषिः इति शब्दस्य अर्थः कः इति अहं दृष्टवती. तत्र गत्यर्थकधातुः एकः धातुः अस्ति, ऋषौ इति एकः धातुः अस्ति. तस्मात् धातुतः प्रथमपुरुष एकवचनरूपं ऋषति इति एकं पदं सिध्यति. अत्र ऋषिः इति पदस्य अर्थः कः इति पश्यामश्चेत्, ऋषति ज्ञानेन संसारपारं, ज्ञानेन संसारपारं ऋषति, सः एव ऋषिः. इत्युक्ते अत्र ऋषति इति क्रियापदमपि अस्ति, ऋषो इति धातुतः एतत् पदं निर्मितं. ज्ञानेन संसारपारं ऋषति इति अत्र अर्थः. अपि च ऋषति, ऋषिशब्दस्य अर्थः अन्यार्थः अपि अस्ति, मन्त्रद्रष्टा. ऋषयः मन्त्रद्रष्टारः. तत्र संसारपारं ऋषति इत्युक्ते तत्र किं वदामः, पार करोति इत्युक्ते हि विल् रीच् द अदर् सैड् आफ् द संसारः विद् द हेल्प् आफ् हिस् ज्ञान. शोकस्य पारं तारयति. शोकस्य पारं तारयति. लता भगिनी वदतु द्रष्टृ दष्टारं यु सेड् न द्रष्टृ इस् आल्सो ऋकारान्तपद मूलपद आं भगिनि दृष् धातुतः तृच् रूपं द्रष्टा दृष्टातोः रूपमेव उत्तमम् आं महोदय वदतु भवान् किं ब्रह्मविद् आप्नोति परम् ऋषिः ब्रह्मविद् आप्नोति परम् अस्तु अत्र वदतु ऋषिः प्राप्नोति ब्रह्मविद् प्राप्नोति मोक्षं पारं शोकस्य पारम् अहं किं दृष्टवती इत्युक्ते ऋषिः इत्युक्ते सः सर्वान् मन्त्रान् ज्ञानेन पश्यति मन्त्रान् तस्य ज्ञानेन पश्यति अपि च संसारपारं रुषति इति ऋषिः इत्यस्य अर्थं दृष्टवती मोक्षः अत्र तु मोक्षम् इति कर्मपदमस्ति किन्तु प्रथमाविभक्त्यन्तरूपं मोक्षः मोक्षः इत्युक्ते मोक्ष्यते दुःखम् अनेन मुच् धातोः रूपमेव मोक्षः मोक्ष्यते दुःखम् अनेन तत्र मोक्षः इत्यस्मिन् पदे बहूनि अन्यानि पदानि दृष्टवती अत्र मुक्तिः कैवल्यं निर्वाणः अक्षरम् अमृतत्वम् एतादृशानि पदानि मोक्षः इति पदस्य पर्यायवाचकपदानि अन्तिमं वाक्यं पठतु भगिनि महोदय एकं प्रश्नमस्ति वदतु भगिनि अत्र एकं वाक्यं वदामि किञ्चित् वदामि प्रश्नः अस्ति किमर्थमित्युक्ते प्रश्नः इति पुंलिङ्गपदम् अस् धातुः अकर्मकधातुः अतः मम एकः प्रश्नः अस्ति अथवा अहं प्रश्नं पृच्छामि वा इत्युक्ते तत्र प्रच्छधातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र अहं प्रश्नं पृच्छामि वा इत्यस्मिन् प्रश्नशब्दस्य द्वितीयाविभक्ति एकवचनरूपं वक्तव्यम् अथवा मम प्रश्नः अस्ति इत्युक्ते तत्र धातुः सकर्मकधातुः अस्ति चेत् कर्मपदं भवति अकर्मकधातुः अस्ति चेत् तत्र कर्मपदं न सिध्यति किन्तु प्रश्नः इति पदं पुंलिङ्गपदम् वदतु भगिन्यौ गीतां शृणुतः गीतां वै नाट् गीतं गीतं गीतां द्वितीया विभक्ति दे हव् यूस् नु गीतं शृणोति देट् इस् आल्सो किञ्चित् वदामि तस्मिन् विषये तत्र आरम्भतः वदामि गै धातुः अस्ति गै धातुतः क्ताप्रत्ययान्तरूपम् एव क्ताप्रत्ययस्य योजनेन त्रिषु लिङ्गेषु रूपाणि भवन्ति गीतं न पश्यतु अत्र क्तान्तरूपं गीतं गीतः गीता इति त्रीणि रूपाणि क्तान्तरूपाणि साधारणतया क्तान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति अत्र तु गीता इति स्त्रीलिङ्गपदमस्ति गीतम् इति पदमपि अस्ति गीतम् इत्युक्ते साङ्ग् किन्तु अत्र गीता इति लिखितमस्ति गीता इत्युक्ते किमपि गीता कापि गीता इत्युक्ते तत्र कपिलगीता वा भवतु भगवद्गीता वा भवतु वदतु अरुण भगिनी वदतु रामगीता अस्ति उद्धवगीता अस्ति अत्र गीता इति आकारान्तस्त्रीलिङ्गपदमस्ति किन्तु गीता इति पदमपि गै धातोः क्तान्तरूपम् किन्तु स्त्रीलिङ्गे रूपमस्ति इत्युक्तत्र क्तान्तरूपाणि सर्वाणि अत्र प्रातिपदिकं तु गीता इति प्रातिपदिकमस्ति किन्तु भिन्न इत्युक्ते तत्र त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति, सुबन्तपदं भवति. यद्यपि इत्युक्ते अत्र आहत्य किं वक्तव्यं, गै धातुतः निर्मितम् अस्ति इति कृत्वा एतत् पदं कृदन्तपदं, सर्वाणि कृदन्तपदानि सुप्रत्ययस्य योजनेन सुबन्तानि भवन्ति. यावत्पर्यन्तं सुप्रत्ययः न भवति तावत्पर्यन्तं तत् पदं न भवति, अपि च तस्य प्रयोगं न प्रयोगः न करणीयः. यथा पूर्वं महोदयेन उक्तम्, अरविन्दमहोदयेन, अपदं न प्रयुञ्जीत इति एकं प्रसिद्धं वाक्यमस्ति. इत्युक्ते यत्किमपि भवतु, तत् पदं नास्ति चेत् तस्य प्रयोगः न करणीयः. इत्युक्ते तत्र पदमित्युक्ते पदस्य अन्ते सुप्रत्ययः वा भवतु अथवा तिङ्प्रत्ययः वा भवतु, किमपि कोऽपि प्रत्ययः भवति चेदेव तस्य प्रयोगः करणीयः, नो चेत् न. आहत्य एतत् पदं कृदन्तपदं भवति, गीता इति आकारान्तस्त्रीलिङ्गपदं भवति, रूपसाधनं तु गै धातुतः. वदतु. धन्यवादः. अग्रे पठतु. बालिकेन फलं दत्तः. बालिकः फलं ददाति. बालिके फलं दत्तः. बालिकाः फलं ददति. ददति बालिकाः फलं ददति. उत्तमं भगिनी. अनन्तरम् अत्र धन्यवादः. शोभा भगिनी भवती पठतु, शीघ्रं समापयामः. आं भगिनि. तत्र यतोदाहरणं भगिनि, बालिके इति स्त्रीलिङ्गपदमस्ति न, बालिका, बालिके, बालिकाः. तदेव उक्तवती भगिनी न वा? अहं बालिकः इति शृणो. क्षम्यतां भगिनि. क्षम्यतां भगिनि, बालिकः उक्तवती. पुनः वदतु वाक्यानि, पुनः श्रावयतु भगिनी, भवती श्रावयतु. शशि, बालिका फलं, बालिका फलं ददाति. बालिके फलं दत्तः. बालिकाः फलं ददति. उत्तमम्. तदेव उक्तवती इति अहं चिन्तितवती. अधुना शोभा भगिनी. उदाहरणं, ग्राहकः वस्तूनि क्रीणाति. ग्राहकौ वस्तूनि क्रीणीतः. ग्राहकाः वस्तूनि क्रीणन्ति. तत्र ग्राहकः इति पदस्य विषये किञ्चित् वदामि वा? वदतु. ग्रह् धातुः, तत्र ग्रह् धातुः योगः नवुल् प्रत्ययः अस्ति. तदनन्तरं युवोरणाकौ इति सूत्रं, तत्र नवुल् इत्यस्य वु एव तिष्ठति इति तु अहम् अवगच्छामि. अनन्तरं सूत्रेण ग्रहयोगः अक इति प्रत्ययः आगच्छति. ग्राहकः इति पदं निष्पन्नं सम्पूर्णतया वक्तुं न शक्नोमि, क्षम्यतां. तावदेव. नवुल् एव अस्ति किल, नवुल् प्रत्ययान्तरूपम्. अत्र अनन्तरम् इति वदामः. किमर्थम् इत्युक्ते तत्र अनन्तरम् इत्यस्मिन् पदे अपि नै तत्पुरुषसमासः अस्ति. न अन्तरम् अनन्तरम्. न अन्तरं यथा सत्यम् असत्यम् इव. अत्र न अन्तरम् अनन्तरं. पठतु, अग्रे पठतु. नन्तरम् इति पदम् अस्ति वा भगिनि? नास्ति. नास्ति, अस्तु. ओ, अत्र कीदृशं कार्यं भवति इत्युक्ते, तत्र यदा वयं समासान् पठामः तत्र न अन्तरम् अनन्तरं तत्र नैतत्पुरुषसमासप्रसङ्गे उत्तरपदस्य आदिमवर्णः अकारः अथवा अचुवर्णः अस्ति चेत् तदा अन् आयाति. आदिः अनादिः तत्र आदि न आदिः अनादिः इत्युक्ते तत्र उत्तरं तत्र समस्तपदे पदद्वयं भवति. उत्तरपदस्य आदिमवर्णः अचुवर्णः अस्ति चेत् नैतत्पुरुषसमासप्रसङ्गे नक अन् इति आयाति. तदर्थमेव आदिः अनादिः. किन्तु सत्यम् असत्यं हल् वर्णः अस्ति चेत् तत्र केवलम् अकारः एव श्रूयते. अत्र अस्माकं पदमस्ति अनन्तरम्. अत्र न अन्तरम् अन्तरम् इत्यस्मिन् पदे आदिमवर्णः अकारः अस्ति इति कृत्वा अन् आयाति. पठतु. धन्यवादः. तत्र प्रथमवाक्यं मुनिः अग्नौ जुहोति. तत्र वयं दृष्टवन्तः अग्निः इति अग्नौ इति सप्तमविभक्ति. मुनिः अग्नौ जुहोति इति मुनिः पदस्य मुनि द्विवचने मुनि अग्नौ जुहुतः अपि च मुनयः अग्नौ जुह्वति इति भवति. भक्तः यज्ञं करोति. तत्र भक्तः भक्तौ यज्ञं कुरुतः भक्ताः यज्ञं कुर्वन्ति. तत्र कृधातोः करोति इति यज्ञम् इति पदं कर्मपदं किल. अत्र यज्ञम् कर्मपदमेव. अत्र पदमस्ति प्रथमाविभक्त्यन्तं पदमस्ति यज्ञः. यज्ञः अस्तु. अत्र पुंलिङ्गपदमेव पुंलिङ्गपदं भक्ताः यज्ञं कुर्वन्ति. अत्र तु पुंलिङ्गपदं. तत्र यज्ञशब्दस्य विषये अन्यानि पदानि अहं दृष्टवती. अत्र यागः क्रतुः इष्टिः हवनम् एतादृशानि पदानि यज्ञशब्दस्य कृते पर्यायवाचकपदानि. अत्र यज्ञः इत्युक्ते होमः. अत्र युज्यते हविर्दीयते सः एव यज्ञः इति तस्य निर्वचनम्. युज्यते हविर्दीयते सः यज्ञः. किन्तु इष्टिः हवनम् एतादृशानि पदानि अपि सन्ति. अग्रे पठतु. हविर्दीयते इति इत्युक्ते हविस् दीयते हविस् इत्यस्य दानम् इति. दानम् इत्युक्ते हवने. इज्यते इत्युक्ते किं भगिनि? इज्यते इज्यते इत्युक्ते तत्र समानार्थकपदम् अस्ति इति भाति. इज्यते सेक्रिफैस् इति लिखितमस्ति. इज्यते हविर्दीयते सः एव यज्ञः. अग्रे अग्रे योधौ चापं चिनुतः इति योध योधृ शब्द शब्दस्य तत्र योद्धारः नास्ति. अस्तु अस्तु. योधः इति शब्दं वा? तत्र योधृ प्रातिपदिकम् अस्ति चेत् योद्धा योद्धारौ योद्धारः इति भवति. तत्र तु योधौ इति अस्ति द्विवचने. अत्र इत्युक्ते वयं पूर्वं दृष्टवन्तः योद्धा इति पदं ऋकारान्तपदं. किन्तु अत्र अकारान्तपदं योधा रामशब्दवत् योधः. अस्तु पठतु. योधः योधः चापं चिनोति. योधौ चापं चिनुतः. योधाः चापं चिन्वन्ति. तत्र चापम् इत्युक्ते बाणम् इति. बाणं न बो धनुष् धनुष्. उत्तमम्. इत्युक्ते अत्र चापः इति पुंलिङ्गपदमस्ति. अस्मिन् वाक्ये चापं कर्मपदमस्ति, किन्तु एतत् पदं पुंलिङ्गपदमस्ति. चापः इत्युक्ते धनुः, किन्तु बाणः इत्युक्ते इषुः. वदतु. शरः उत्तमं. शरः उत्तमं. किन्तु चापः इत्युक्ते धनुः. अग्रे पठतु भगिनि. माता भोजनं ददाति, तत्र माता मातृ इति प्रातिपदिकं, माता स्त्रीलिङ्गे. भोजनं ल्युडन्तपदम् अस्ति. ददाति धातोः जुहोत्यादिगणीय रूपं ददाति. माता भोजनं ददाति, मातरौ भोजनं दत्तः, माता मातरौ मातरः भोजनं ददति. ददति. उत्तमम्. अत्र माता इति पदस्य अर्थः तु मान्यते, पूज्यते या सा माता. अत्र मान्यते, पूज्यते, एतत् पदद्वयं तत्र लट् कर्मणि लट्. हू इस् बीङ्ग् वर्षिप्ड् इति अर्थः. मान्यते, पूज्यते इति पदमस्ति. मातृ इति ऋकारान्तपदम्. अग्रे धन्यवादः भगिनि. अधुना अत्र गीताञ्जलि भगिनी भवती पठतु. श्रूयते वा भगिनि? श्रूयते. अत्र तु बहुवचनरूपं दत्तं. सेनापतयः पुरस्कारं प्राप्नुवन्ति. सेनापती पुरस्कारं प्राप्नुतः. न, सेनापत्यौ पुरस्कारं प्राप्नुतः इति तु द्विवचने. सेनापती पुरस्कारं प्रापयति इति प्रापयति भगिनि. तत्र पुनः एकवारं चिन्तयित्वा एकवचनरूपं समीचीनतया, इत्युक्ते कर्तृपदस्य रूपं समीचीनं भवेत्, क्रियापदस्य रूपम् अपि समीचीनं भवेत्. पुनः एकवारं चिन्तयित्वा वदतु. नदीवर्तना भगिनी. सेनापती अत्र नदीशब्दवत् नास्ति. अत्र सेनापतिः इति पदम् उत्तमं. हरिशब्दवत् हरिशब्दवत् इत्युक्ते पुंलिङ्गपदमस्ति. सेनापतिः, सेनापती, सेनापतयः, सेनायाः पतिः. अत्र तु सेनायाः पति, किन्तु पुंलिङ्गपदमस्ति इति कृत्वा हरिशब्दवत् रूपाणि भवन्ति. वदतु. सेनायाः पति षष्ठी तत्पुरुषसमासः. आं भगिनि. आम् वदतु. सेनापतिः पुरस्कारं प्राप्नोति. सेनापती पुरस्कारं प्राप्नुतः. सेनापतयः पुरस्कारं प्राप्नुवन्ति. उत्तमम्. उत्तमम्. अत्र पुरस् इति पदं, तत्र अन्ते सकारः श्रूयते. सः सकारः तत्र पुरः इति विसर्गात् सकारः आयाति. अत्रापि क्रू धातुः अस्ति. क्रू धातुतः घञ् प्रत्ययान्तरूपम् अस्ति. अत्र पुरस्कारः इत्युक्ते बहुमानं, तस्य पुरस्कारं कृत्वा इति वदामश्चेत् बहुमानम् इत्यस्मिन् अर्थे अत्र लिखितमस्ति. सेनापतिः इत्युक्ते अत्र अन्यत् पदमपि अस्ति. सेनानीः, सेनां नयति इति सेनानीः, तत्र नी धातोः रूपं सेनानीः. अत्र सेनापतिः इत्युक्ते वयं जानीमः एव. अत्र अग्रिमं वाक्यं द्विवचने दत्तं. दातारौ दातुं शक्नुतः. बहुवचन दातारः दातुं शक्नुवन्ति. एकवचनरूपं दाता दातुं शक्नोति. उत्तमं. दाता शब्दं शब्दस्य विषये किञ्चित् वदतु. ऋकारान्तपदम् अस्ति. दातृ इति दाता दातारौ दातारः इति रूपं. उत्तमम्. अत्र दाधातुतः तृच् प्रत्ययान्तरूपं दातृ दातृ इति प्रातिपदिकमस्ति, ऋकारान्तप्रातिपदिकम्. अत्र शक्नोति, शक्नुतः, शक्नुवन्ति इत्यादीनि पदानि दत्तानि. अत्र आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् केन् केन् इत्यस्मिन् अर्थे ऐ केन् डू. अत्र आङ्ग्लभाषायाम् आक्सिलरी वर्ब इति वदामः. तत्र अहं कर्तुं शक्नोमि, दातुं शक्नोमि, पठितुं शक्नोमि, तत्र तुमुन्नन्तप्रयोगः कृतः. केपबुल् आफ्. उत्तमम्. अग्रे अपि पठतु गीताञ्जलि भगिनी, शीघ्रं समापयामः. कार्यकर्ता कार्यं जानाति. कार्य कर्ता कर्तारौ कार्यकर्तारौ कार्यं जानीतः. कार्यकर्तारः कार्यं जानन्ति. बहुवचन. अत्रापि अत्रापि कार्यकर्ता इति कीदृशं पदम्? कर्ता कर्तावत् भगिनी, कर्ता कर्तारौ. अत्र तु कार्यकर्ता समास भगिनी. समस्तपदम्. कार्यकर्तृ कार्यकर्तृ इति प्रातिपदिकमस्ति. वयं पूर्वं दृष्टवन्तः धर्मकर्ता स्वधर्मकर्ता इति पदं दृष्टवन्तः, तथा एव अत्रापि कार्यकर्ता यः कार्यं करोति. अग्रे धन्यवादः भगिनी. अनन्तरं भूमा भगिनी भवती पठतु. एक विचारः, सेनापतिः प्रीवियस् पदे there is some rule, no? पतिः शब्दः अलग् इट् इस् भिन्नः, लेकिन् वेन् इट् बिकम्स् अ समासपद देन् इट् टेक्स् द हरि शब्दवत्. आं भगिनि, सेना इति पदं यद्यपि आकारान्तपदमस्ति, यदा वयं समास्तपदं कुर्मः तदा पुंलिङ्गवत् भवति. यथा भगिन्या उक्तं, हरिशब्दवत् रूपाणि वक्तव्यानि. स्मरणार्थं धन्यवादः. उत्तमम्. अनन्तरं भूमा भगिनी पठतु. अस्ति वा भगिनी? भगिनी अस्ति वा? नो चेत् अत्र वेदा भगिनी भवती पठतु. शिष्याः बहुवचनरूपं दत्तः. शिष्याः उपदेशं शृण्वन्ति. शिष्याः शिष्यः शिष्यौ शिष्याः. शिष्यः शृणोति, शिष्यौ शृणुते, शृणुतः शिष्याः शिष्यः उपदेशं शृणोति, शिष्यौ उपदेशं शृणुतः, शिष्याः उपदेशं शृण्वन्ति. शिष्यः शृणोति श्रुधातु लट्लकाररूपम् एकवचनं द्विवचनं बहुवचनं दत्तमस्ति. उपदेशम् उपदिश् धातु वा दिश् धातु उपसर्गपूर्वकः नास्ति. उप उपसर्गपूर्वकः दिश् धातुः घञ् प्रत्ययः. दिश् धातोः दिश् धातोः रूपमेव देशः. उपदेशम् अग्रे पठतु. दरिद्रः दुःखेन रोदति. दरिद्रः दरिद्रौ दुःखेन रुदितः. दरिद्रा दुःखेन रुदन्ति. रुदन्ति रुदुधातु रुदुधातु रूपमस्ति. दुःखेन तृतीया विभक्ति. दुःखेन रुदिति दरिद्रः रामशब्दवत्. दरिद्रः दरिद्रौ दरिद्रा रामशब्दवत् इत्युक्ते अकारान्तपदं भवति. नेक्स्ट् योगी जनः इन्द्रियाणि गृह्णाति. योगी जनः इन्द्रियाणि गृह्णाति. योगी जनौ इन्द्रियाणि गृहतः. जनाः योगी जनाः इन्द्रियाणि निगृह. सारी देयर इज अ डिस्टर्बेंस कॉल गोइंग ऑन द अदर साइड. वदतु Bhagini, can somebody else do? There is some call going on here, please. Okay, sorry. So what should we do? Mute, Krupiya, mute karotu, Bhagini. Atra, Aruna Bhagini, bhavati patati va? Aruna Bhagini, asti va? Atra? Shuite, Bhagini? Shuite, vadatu. Daridraha dukena roditi. दरिद्रः पुंलिङ्गय एकवचनशब्दः दरिद्रौ दुःखेन रुदितः दरिद्राः दुःखेन रुदन्ति उत्तमम् अग्रिमं वाक्यमपि पठतु योगिजनः इन्द्रियाणि निगृह्णन्ति गृह्णाति योगिजनः समस्तपदम् भगिनि समस्तपदं योगिजनः पुंलिङ्ग अकारान्त पुंलिङ्गशब्दः योगिजनौ इन्द्रियाणि निगृह्णाति नीव् उपसर्गपूर्वकः ग्रहधातुः अस्ति इति कृत्वा निगृह्णाति निगृह्णीतः निगृह्णन्ति गृह्णीतः धन्यवादः भगिनि योगिजनाः इन्द्रियाणि गृह्णन्ति निगृह्णन्ति निगृह्णन्ति गृह्णन्ति उत्तमम् अत्र पूर्वस्मिन् वाक्ये दरिद्रः इति पदमस्ति किन्तु संस्कृतभाषायां दरिद्राति इति धातुः अपि अस्ति दरिद्राधातुः तत्र इत्युक्ते दुर्गतिं गच्छति इत्यस्मिन् अर्थे तत्र दरिद्रः इत्युक्ते निर्धनः दीनः इत्यस्मिन् अर्थे अस्ति अत्र तु अस्मिन् वाक्ये इन्द्रियम् इति एकं पदमस्ति इन्द्रियम् इति पदस्य विषये भवती यद् जानाति वदतु भगिनि इन्द्रियं न जानामि भगिनि कोऽपि वदतु नो चेत् अहं वदामि किञ्चित् अत्र इन्द्रियम् इत्युक्ते ज्ञानकर्मसाधनम् ज्ञानसाधनम् अपि च कर्मसाधनम् इन्द्रियम् इन्द्रियम् इत्यस्मिन् पदे एकं पर्यायवाचकपदमस्ति हृषीकं हृषीकम् इत्युक्ते इन्द्रियं भगवद्गीतायां बहुवारं हृषीकेशः इति पदं श्रूयते हृषीकेशः इत्युक्ते हृषीकानाम् ईशः इत्युक्ते श्रीकृष्णः इन्द्रिय इत्युक्ते हृषीकेशः श्रीकृष्णः तत्र यस्य इन्द्रियाणां निग्रहणमस्ति सः एव हृषीकेशः इन्द्रियमित्युक्ते तत्र वयं जानीमः एव ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि सन्ति इति वयं जानीमः अत्र तावदेव इतोपि इन्द्रियम् इत्यस्मिन् विषये कोऽपि वक्तुमिच्छति वा एकं मन्त्रं यत् पराञ्जिखानि व्यतरणस्वयम्भू तस्मात् परान् पश्यति न अन्तरात्मनि आवृत्तचक्षु अमृतत्वमिच्छन् प्रत्येकात्मानम् ऐच्छत् पराञ्चिखानि लुकिङ्ग् औट्वर्ड्स् व्यतरणत् स्वयम्भू व्यतरणत् क्रियेटेड् तस्मात् परां पश्यति न अन्तरात्मा देयरफॉर इंद्रियास लुक आउटवर्ड्स नॉट टुवर्ड्स इन वर्ड्स इंद्रियास ऑलवेज लुक आउटवर्ड्स नॉट टू इनवर्ड्स उत्तमं उत्तमं महोदय धन्यवादः अत्र क्रियारंजनी अस्ति क्रियारंजनी नाम कृष्णम इंद्रियाणि त्रिशुलिंगेषु अस्ति वा इंद्रियाणि इंद्री अत्र एकं वदामि अत्र इन्द्रियम् इति पदं नपुंसकलिङ्गपदं तस्य नाम अस्ति नियतलिङ्गशब्दः केचन शब्दाः नियतलिङ्गकशब्दाः सन्ति, केचन शब्दाः विशेष्यनिघ्नशब्दाः इति वदामः. विशेष्यनिघ्नशब्दाः इत्युक्ते विशेष्यम् अनुसृत्य तेषां रूपपरिवर्तनं भवति. यथा उचित इति पदं विशेष्यनिघ्नशब्दः इत्युक्ते विशेष्यम् अनुसृत्य तस्य रूपाणि भिद्यन्ते. उचितः उचितम् उचिता, किन्तु इन्द्रियम् इति पदम् एतलिङ्गकः शब्दः इति कृत्वा नपुंसकलिङ्गे एव तस्य रूपं सम्भवति. उत्तमम्. अत्र क्रियारञ्जनीं भवन्तः सर्वे दृष्टवन्तः इति भाति. अत्र क्रियारञ्जन्यां कीदृशानि क्रियापदानि सन्ति, शीघ्रं कोऽपि स्मारयति वा वाक्यानि? उषा भगिनी वदतु. अत्र विंशतिक्रियापदानि दत्तानि सन्ति, तेषाम् अन्वेषणं कुरुत लिखत च. अत्र विंशति क्रियापदानि बहुवचनं, दत्तानि बहुवचनं, विशेषणविशेषणं सन्ति बहुवचनं, तेषां षष्टि बहुवचनं, अन्वेषणं लिट् प्रत्ययः अस्ति, कुरुत लिखत मध्यमपुरुष लोट् लकार बहुवचनं च अव्ययम्. अन्वेषणम् इत्युक्ते अनु उपसर्गपूर्वकम् इष् धातु. अत्र किञ्चित् वदामि. इष् धातोः विषये वयं जानीमः, इष् धातुः गणद्वये अस्ति. एकः धातुः इष् धातुतः इच्छति इति रूपं सिद्ध्यति, किन्तु अत्र तु भिन्न इष् धातुः अस्ति. इत्युक्ते अत्र दिवादिगणीय इष् धातुः एव स्वीकर्तव्यः. किमर्थमित्युक्ते तत्र इष् धातोः रूपम् इष्यति, इष्यति इष्यतः इष्यन्ति. दिवादिगणीय धातुः अस्ति, दिवादिगणीय इष् धातुः एव अत्र स्वीकर्तव्यः. तदर्थमेव अनु उपसर्गपूर्वकः इष् धातुतः अन्विष्यति इति रूपं सिद्ध्यति. तत्र यण् सन्धिः भूत्वा अन्विष्यति इति रूपम् आयाति. किन्तु अन्यः इष् धातुः अस्ति, तस्य रूपं तु तुदादिगणीयधातोः रूपं तु इच्छति, किन्तु अत्र तु अन्वेषणम् इत्यस्मिन् पदे अन्वेष्टव्यानि, अन्वेषणीयानि एतादृशेषु पदेषु धातुः तु दिवादिगणीय इष् धातुः. तत्र अन्विष्यामः इति उत्तमपुरुषरूपं भवति. वदतु भगिनि. यथा उदाहरणम् आरोहति, आनयति, करोति, ददाति, हसति, प्रक्षालयति, चलति, पतति, वदति, वसति, तिष्ठति, अवतरति, शक्नोति, त्यजति, उत्तिष्ठति, कर्षति, आकर्षति, रक्षति, उपविशति, वहति, नयति. उत्तमं भगिनी, धन्यवादः. अत्र एकं नूतनं पदमस्ति, वाति इति एकं पदमस्ति. वाति इति अदादिगणीयधातुः, वायुः वाति इत्यस्मिन् अर्थे. तत्र अन्यानि क्रियापदानि वयं जानीमः एव, स्नाति इत्युक्ते बेदिङ्ग्, स्नाति, वाति अदादिगणीयधातवः. लयति इति एकं पदमपि अस्ति, लयति इत्युक्ते डिसाल्व् इत्यस्मिन् अर्थे अस्ति. अत्र अधुना वयं स्थगयामः. अग्रे संक्षेपगीता इति लिखितम् अस्ति अग्रिमे पुटे. भवन्तः सर्वे तत्र द्वादशश्लोकाः सन्ति, तान् श्लोकान् भवन्तः सर्वे एकवारं पठन्तु. तत्र लट्लकाररूपाणि श्लोकेषु दत्तानि. अग्रिमे सप्ताहे वयं सर्वे अत्र मिलित्वा श्लोकान् पठित्वा श्लोकेषु प्रदत्तानां क्रियापदानाम् अन्वेषणं कुर्मः. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः.